उपमालङ्कारस्य प्रभेदान् वक्ति आर्यः अप्पय्यदीक्षितः वर्ण्योपमानधर्माणाम् उपमावाचकस्य च एकद्वित्र्यनुपादानैर्भिन्ना लुप्तोपमाष्टधा। पूर्णोपमा तु पूर्वमेव उदाहृता, इदानीं लुप्तोपमायाः अष्ट प्रभेदाः प्रदर्शिताः। किञ्च वर्ण्यस्य नाम उपमेयस्य, उपमानस्य, धर्मणः अथवा क्षम्यतां धर्मस्य अथवा उपमावाचकस्य शब्दस्य एकस्य, द्वयोः, त्रीणां वा अनुपादानैः नाम अस्वीकारैः भिन्नाः लुप्तोपमाः अष्टधा भवन्ति इति वदति। तस्योदाहरणानि अग्रे वदति।